पद्मपुराणं खण्डं 3 स्वर्गखण्डम् अध्यायं 14 नारद उवाच नर्मदादुनदीश्रेष्ठा पुण्या पुण्यतमा त्रिषु मुनिभिस्तु महाभागैः विभक्ता धर्मकाङ्क्षिभिः यज्ञोपवीतमात्राणि प्रविभक्तानि पाण्डव तेषु स्नात्वा दुराजेन्द्र सर्वपापैः प्रमुच्यते जलेश्वरं च यत्तीर्थं त्रिषु लोकेषु विश्रुतं तस्योत्पत्तिं कथयदशृणु पाण्डवनन्दन पुरा मुनिगणाः सर्वे सेन्द्राश्चैव मरुद्गणाः स्तुवन्ति ते महात्मानं देवदेवं महेश्वरं स्तुवमानास्तु सम्प्राप्ता यत्र देवो महेश्वरः विज्ञापयन्ति देवेशं सेन्द्राश्चैव मरुद्गणाः भयोद्विग्नान्विरूपाक्ष परित्रायस्व नः प्रभो ईश्वर उवाच स्वागतं तु मुनिश्रेष्ठाः किमर्थमिह चागताः किं दुःखं को नु सन्तापः कुतो वा भयमागतं कथयध्वं महाभागा ये ददिच्छामि वेदितुं एव मुक्तास्तु रुद्रेण कथयन्नमिदव्रताः ऋषय ऊचुः अपि कोरो महावीर्यो दानवो बलदर्पितः बाणो नामेदि विख्यातो यस्य वै त्रिपुरं पुरं गगने दुवसद्दिव्यं भ्रमते तस्य तेजसा तस्माद्भेदा विरूपाक्षत्वामेव शरणं गदाः त्रायस्व महदो दुःखाद् देवत्वं हि परा गतिः एवं प्रसादं देवेश सर्वेषां कर्तुमर्हसि येन देवाः सुप्रसन्नाः सुखमेधन्ति शङ्कर परां निर्वृतिमायान्ति तत्प्रभो कर्तुमर्हसि देव उवाच एतत्सर्वं करिष्यामि मा विषादं करिष्यथ अचिरेणैव कालेन कुर्यां युष्मत्सुखावहम् आश्वासयित्वा तान् सर्वान् नर्मदातडमास्थितः चिन्तयामास सर्वेशस्तद्वधं प्रतिपाण्डव कथं केन प्रकारेण हन्तव्यस्त्रिपुरो मया एवं संचिन्त्य भगवान्नारदं स्मरदे तदा स्मरणादेवसम्प्राप्तो नारदः समुपस्थितः नारद उवाच आज्ञापय महादेव किमर्थं संस्मृतो ह्यहं किं कार्यं तु मया देव कर्तव्यं कथयस्व मे ईश्वर उवाच गच्छ नारद तत्रैव यत्र तत्त्रिपुरं पुरं बाणस्य दानवेन्द्रस्य शीघ्रं गच्छाथ तत्कुरु भर्तारो देवताभाश्च त्रियश्चाप्सरसोपमाः तासां वै तेजसा विप्रभ्रमदे त्रिपुरं दिवि तत्र गत्वादु विप्रेन्द्र मन्त्रमन्यं प्रचोदय देवस्य वचनं श्रुत्वा मुनिस्त्वरितविक्रमः स्त्रीणां हृदयनाशाय प्रविष्ठस्थं पुरं प्रति शोभते तत्पुरं दिव्यं नानारत्नोपशोभितं शतयोजनविस्तीर्णं तदो द्विगुणमायतं ततः पश्यति तत्रैव बाणं तु बलदर्पितं माला कुण्डलकेयूरैः मुकुटेन विराजितं हाररत्नैश्च संच्छन्नं चन्द्रकान्तिविभूषितं ललनास्तस्य रत्नाढ्याः नरा कनकमण्डिताः उद्धितो नारदं दृष्ट्वा दानवेन्द्रो महाबलः बाण उवाच सदेवर्षि स्वयं प्राप्तो मद्गृहं प्रदिसम्प्रदि अर्कं पाद्यं यथा न्यायं क्रियतां द्विजसत्तम चिरात् समागतो विप्रस्थीयदामिदमासनम् एवं सम्भावयित्वा तु नारदं समुपस्थितं तस्य भार्या महादेवी अनौपम्यादु नामतः अनौपम्यो वाच भगवन्मानुषे लोके देवास्तुष्यन्ति केन वै व्रतेन नियमेनापि दानेन तपसाधवा नारद उवाच तिलधेनुं च यो दद्यात् ब्राह्मणे वेदपारगे ससागरा नवद्वीपा दत्ता भवति मेदिनी सूर्यकोटिप्रदिकाशैः विमानैः सर्वकामिकैः मोदते चाक्षयं कालं सुचिरं कृतशासनः आम्रातककपिद्धानि कदलीवनमेव च कदम्बचम्पकाशोका अनेकविविधद्रुमाः अष्टमी च चतुर्थी च द्वादशी च तथा उभे सङ्क्रान्तिर्विषुवं चैव दिनच्छिद्रमुखं तथा पुण्यानेदानि सर्वाणि उपवासन्ति या स्त्रियः तासां तु धर्मयुक्तानां स्वर्गे वासो न संशयः कलिकालात्तु निर्मुक्ताः सर्वपापविवर्जिताः उपवासरदानार्यो नोपसर्पन्ति तापसाः एवं श्रुत्वा तु शुश्रोणि यथेष्टं कर्तुमर्हसि नारदस्य वच श्रुत्वा राज्ञी वचनमब्रवीद प्रसादं कुरु विप्रेन्द्र दानं गृह्ण यथेप्सितं सुवर्णमणिरत्नानि वस्त्राण्याभरणानि च तत्ते दास्याम्यहं विप्र यच्चान्यदपि दुर्लभम् प्रदिगृह्णद्विजश्रेष्ठप्रियेतां हरिशङ्करौ नारद उवाच अन्यस्मै दीयतां भद्रे क्षीणवृद्धिश्च यो द्विजः वयं तु शीलसम्पन्ना भक्तिस्तु क्रियते मया एवं तासां मनो हृत्वा सर्वासामुपदिश्य वा जगाम भरतश्रेष्ठस्वकीयं स्थानकं पुनः अत्राकृष्टमनास्तास्तु अन्यत्र गतमानसाः पुरिच्छिद्रं समुत्पन्नं बाणस्य तु महात्मनः इति श्रीपाद्मे महापुराणे स्वर्गखण्डे चतुर्दशोऽध्यायः ओम्।